अस्तु, तर्हि अस्माकं पुस्तकमस्ति गीतसोपानं द्वितीयभागः, अपि च सप्तमाध्यायः समाप्तः. तत्र विशेषणविशेषभावः अस्ति. वयं तु जानीमः एव यत् लिङ्गानुसारं, वचनानुसारम् अपि च विभक्त्यनुसारं परिवर्तनम् अपेक्षितमस्ति. नाम यथा विशेषणं तथैव विशेष्यं भवति, विशेष्यं तथैव विशेषणं भवति. तत्र विभक्ति अभ्यासः गृहपाठरूपेण जातः. तत्र अग्रे गत्वा कस्यचित् प्रश्नः भवति चेत् अवश्यं प्रष्टव्यमस्ति. अग्रे अष्टचत्वारिंशत्तमे पुटे तत्र श्लोकः अस्ति. श्लोकः तत्र लक्ष्मीभगिनी पठति वा? हा महोदय. सत्रावाप्युचितं कार्यम् आतिथ्यं गृहमागते छेत्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः. तर्हि अस्माकं प्रथमं कार्यं किं भवति यत्र श्लोकः अस्ति? क्रियाशब्दस्य क्रियापदं किम्? अत्र क्रियापदं किं, कोऽपि वदति वा? गतां, पार्श्वे गतां. हा, किन्तु गताम् इति क्रियापदमस्ति वा? चिन्तयतु अत्र. अस्तु, किं कुर्मः, अत्र प्रथमतया वस्तुतः कश्चन क्रमः भवति एव, क्रमः भवति. तत्र पदच्छेदः, अनन्तरं पदपरिचयः, पदार्थः, अन्वयः, आकाङ्क्षा, तात्पर्यं, व्याख्यानं, व्याकरणम् इति अस्ति. तर्हि पदच्छेदं कुर्मः प्रथमतया. अत्र पदच्छेदं कुर्मः. तत् प्रथमपदं किमस्ति? शत्रावप्युचितं. तत्र हा, तत्र विजिन्य सुब्रह्मण्यं महोदय वदतु. शत्रावपि उचितं तथा नास्ति? शत्रावापि. अन्य कोऽपि सहायं करोति वा? शत्रावपि उचितं तथा नास्ति. अत्र आवपि उचितं न, तथा नास्ति. अत्र सन्धिः अस्माभिः न अधीतम तावता. सन्धिः अत्र सन्धिः अस्ति, सन्धिः अस्ति, वयं न अधीतवन्तः. अतः वदामि अत्र. अस्तु, अन्तिमशब्दं किम्? अन्तिमशब्दः कः? न न न, अस्य शत्रावपि उचितम् उत्तम. नाम अन्तिमभागः कः अस्य? अत्र पदत्रयमस्ति अस्मिन्, वदामि. अस्मिन् पदत्रयमस्ति. अन्तिमपदं किम्? उचितम्. उचितमिति अन्तिमपदमस्ति. तस्मात् पूर्वं किमस्ति? अपि अस्ति. तस्मात् पूर्वम् अपि अस्ति, बहु सम्यक् अस्ति. किमस्ति अपि अस्ति चेत् तस्मात् पूर्वं किं स्यात्? अत्र सन्धिः अस्ति. अत्र वदामि कश्चन सन्धिकार्यं, कश्चन सन्धिः अस्ति, यान्तवान्तसन्धिः अस्ति. अत्र शत्रु अस्ति, शत्रुपदमस्ति, प्रातिपदिकमस्ति शत्रुः. तस्य सप्तमी अन्तरूपं किम्? शत्रुः. तस्य सप्तमी विभक्ति अन्तरूपं किम्? शत्रौ. हा, शत्रौ अत्र अस्ति. शत्रौ, शत्रौ अपि उचितम्. किन्तु यदा यदा शत्रौ, औ औकारः अस्ति, शत्रौ इत्यस्य औकारः, अनन्तरम् अपि इत्यस्य अकारः. यदा औकारस्य अनन्तरं कोऽपि स्वरः भवति तदनन्तरम् औ इत्यस्य स्थाने आव् आदेशः भवति, तस्य नाम अस्ति यान्तवान्तसन्धिः अस्ति. अग्रे किं महोदय, किं सन्धिः? यान्तवान्तसन्धिः. यान्तवान्तसन्धिः अस्ति यदा औकारः अस्ति, सन्धिः अस्ति एवं यत्र एकारः चत्वारः वर्णाः सन्ति, ए ऐ ओ औ. यदा सन्धिः, सन्धिः नाम यत्र अतीवसमीपे भवति, यत् येन द्वयोः वर्णयोः स्थाने मध्ये स्थानं नास्ति. इदानीं स्थानं नास्ति, पूर्णतया सामीप्यमस्ति, नाम औकारः अपि च अकारः. इति कारणेन सन्धिकार्यं भवति. तर्हि यत्र एतादृशी स्थितिः अस्ति, उदाहरणार्थम् अग्रे अपि अस्ति, अपि इत्यस्य प्रथमवर्णः कः? अकारः. अकारः इत्यस्मात् पूर्वम् एकारः भवति, सन्धिकार्यं यत्र भवति एकारः, तर्हि एकारस्य स्थाने ऐ, अकारयकारः ऐ आदेशः भवति. अपि च यदि एन अपि तु ऐकारः, यदि ऐकारः अस्ति अनन्तरम् अकारः अथवा कोऽपि स्वरः, ऐकारस्य स्थाने आय् आदेशः भवति, आ य आय्. तर्हि ए स्थाने ऐ, ऐकारस्य स्थाने आय् आदेशः भवति, ओ कारस्य स्थाने ओ, ओ स्थाने अव्. अपि च औकारः, शत्रु इत्यस्य सप्तमी शत्रौ, औकारस्य स्थाने आव्. अतः अत्र अस्ति शत्राव् अपि, शत्रौ इत्यस्य औ स्थाने आव् आदेशः जातः. शत्राव् अपि उचितं, शत्रावपि, शत्रावपि उचितम् इति अस्ति. पूर्वमपि दृष्टवान् एतत् सहना भवतु, सर्वत्र बहुत्र अस्ति, बहुत्र अस्ति, बहुत्र अस्ति, साधारणसन्धिकार्यमस्ति. अतः तथैव अस्ति अत्र, शत्रौ अपि, शत्रावपि, अनन्तरम् अपि योगः उचितं, तत्र ईकार अपि इत्यस्य ईकारः उचितम् अस्ति इति उकारः, यदा उकारः अनन्तरमस्ति ईकारस्य स्थाने यकारः जातः इति अपि यण्सन्धिः इति वदामः, यण्सन्धिः. अग्रिमे पुस्तके वयं पठिष्यामः तत्सर्वं. शत्रावप्युचितम् अनन्तरं कार्यम् इति पदं तु अस्ति एव, आतिथ्यम् इति पदमस्ति, गृहमागते तत्र पदविच्छेदं करोतु. गृहम् आगते, गृहम् आगते. अत्र आगते इत्यस्य का विभक्तिः? सप्तमी महोदय. तत्र आगत प्रातिपदिकमस्ति, आगत आगत इति प्रातिपदिकमस्ति, तस्य सप्तमी अन्तिम रूपमस्ति आगते. विशेषणमस्ति खलु, नाम बालकः आगतः प्रथमाविभक्तौ. अहम् आगतं बालकं पश्यामि, अहम् आगतेन बालकेन बहिः गच्छामि इति सर्वासु विभक्तिषु भवति, अत्र सप्तमी अस्ति. इदानीं कश्चन सिद्धान्तः अस्ति संस्कृतव्याकरणे, कश्चन सिद्धान्तः अस्ति सति सप्तमी. कोऽपि श्रुतवान् वा? कोऽपि जानाति सप्ति सति सप्तमी नाम किम्? अस्तु वदामि. सति सप्तमी इति सिद्धान्तः संस्कृतव्याकरणे इत्युक्ते यदा तदा इति सर्वे जानन्ति खलु, यदा तदा. यदा तदा इत्यस्मिन् अर्थे सप्तमी विभक्तिः भवितुमर्हति. यत्र क्तान्तरूपम् अस्ति, अत्र आगतः इति आगतः इति क्तान्तरूपमस्ति. क्तान्त क्ता क्ताप्रत्ययः यथा कार्यं कृतं, कार्यं कृतं, लेखः लिखितः, आगतः अपि तथा कृतान्तरूपं. तर्हि कृतान्तरूपं यत्र भवति तत्र सति सप्तमी नाम यदा तदा इति अर्थः अस्ति. अत् कथमिति पश्येम अत्र. गृहम् आगते शत्रौ इति शब्दक्रमं दर्शयामि अत्र. गृहम् आगते शत्रौ नाम शब्दक्रमः तत्र इतस्ततः अस्ति खलु श्लोकः. तर्हि पुनः करणीयः अस्ति शब्दक्रमः. अत्र गृहम् आगते शत्रौ इत्युक्ते यदा शत्रुः गृहम् आगच्छति तदा इति अर्थः अस्ति. यदा शत्रुः गृहम् आगच्छति तदा इत्यस्मिन् अर्थे गृहम् आगते शत्रौ नाम अत्र. तर्हि यदा तदा किं भवति भवन्तः पूरयन्तु. यदा शत्रुः गृहम् आगच्छति तदा अत्र किं दत्तमस्ति? आतिथ्यम् उचितं कार्यम्. उचितम् आतिथ्यं कार्यम् अथवा आतिथ्यं कार्यमुचितम्. आतिथ्यं कार्यमुचितम् इति वदामः अथवा न कार्यमेव अस्ति. हा नाम तथैव नाम उचितम् आतिथ्यं कार्यम् अथवा आतिथ्यं कार्यमुचितम् इति अस्ति. हा यदा शत्रुः अथवा यदा शत्रुः आगच्छति गृहं तदा आतिथ्यं कार्यम् उचितम्. अत्र कार्यमित्युक्ते करणीयम् अथवा कर्तव्यम्. वस्तुतः कार्यमित्यस्य शब्दस्य अर्थः स एव. कार्यमित्युक्ते कर्तव्यं. मम कार्यमस्ति अद्य इत्युक्ते मम कर्तव्यमस्ति. तर्हि अत्र वाक्यमस्ति गृहं नाम शत्रुः शत्रौ गृहमागते अपि आतिथ्यं कार्यम् उचितम् अथवा उचितं आतिथ्यं कार्यम्. बुद्धं वा? आं महोदय. हा शिल्पा भगिनी वदति. किञ्चित् नाम शब्द प्रत्येकं शब्दस्य अर्थः जानाति वा? अर्थं शत्रुः एवं शत्रुः सप्तमी सप्तमी विभक्ति आगते सप्तमी विभक्ति गृहमागते सप्तमी विभक्ति. तर्हि गृहमिति का विभक्तिः गृहं शब्दस्य? गृहं स्वयं प्रथमा विभक्ति. न अहं न गच्छामि. अत्र गृहमिति द्वितीयमस्ति. अस्तु द्वितीयविभक्तिः अस्ति. अहं गृहम् आगच्छामि. गृहमागच्छामि तत्र गृहमित्यस्य का विभक्तिः? तत्र द्वितीया खलु. अत्रापि तथा अस्ति. गृहम् आगते शत्रौ अपि. अस्तु. आगते इति कस्य विशेषणम्? शत्रुः आगते. शत्रौ आगते. आगते इति शत्रौ इति शब्दस्य विशेषणमस्ति. अतः सप्तमी वक्तु अस्ति खलु विशेषणस्य भावः. अस्तु. गृहम् आगते शत्रौ अपि अपि अनन्तरं किम् अस्ति उचितम् उचितं जानाति आम् उचितम् आतिथ्यं जानाति आम् तर्हि सर्वं जानाति किं न जानाति अस्तु अस्तु तत्र अन्य कोऽपि तत्र मेसेज् महोदय वदतु प्रश्नः कः महोदय तत्र अर्थम् अवगच्छति वा आं महोदय अवगच्छामि तर्हि वदतु किञ्चित् पाठयतु यदा शत्रुः अपि गृहम् आगच्छति तदा तेन उचितम् आतिथ्यं करणीयम् इति तस्य वाक्यस्य अर्थः महोदय क्षम्यतां महोदय अत्र गृहस्य धर्मं शत्रुः गृहम् आगच्छति चेदपि अस्माभिः उचितम् आतिथ्यं करणीयमस्ति अस्माभिः उचितम् आतिथ्यं करणीयम् अस्माभिः शिल्पभगिनी अवगच्छति वा इदानीम् अवगच्छामि अस्तु सर्वेषां नाम कस्यचित् प्रश्नः अस्ति वा अस्तु अग्रे गच्छेम इदानीं द्वितीयपङ्क्तिः श्रीनिवासमहोदय वदतु अस्तु महोदय महोदय केन पुटम् अष्टचत्वारिंशत् अस्तु महोदय का उक्तवती कस्मिन् पुटे न का पृष्टवती पद्मा ओ पद्मा भगिनी न यतोहि अन्य काचन आगन्तव्यमासीत् अस्तु अस्तु महोदय वदतु पुष्पभगिनी अस्ति किन्तु काचन नूतन आसीत् नताशा किन्तु न आगतवती अस्तु अग्रे अग्रे महोदय चिन्तुः पार्श्वगतां छायां नोपसंहरते द्रुमः अस्तु द्रुमः इत्युक्ते द्रुमः इत्युक्ते वृक्षः तस्य का विभक्तिः अस्ति प्रथमाभक्तिः अतः द्रुमः इति कर्तृपदमस्ति वाक्यस्य कर्तृपदमस्ति द्रुमः अत्र क्रियापदमस्ति किञ्चन संहरते हरते उपसंहरते अत्र न अस्ति न योगः उपसंहरते उपसंहरते न योगः उ अ उ ओ भवति तत्र गुणसन्धिः अस्ति न योगः उपसंहरते नोपसंहरते तर्हि न अस्ति क्रियपदमस्ति उपसंहरते तर्हि द्रुमः नाम वृक्षः न उपसंहरते उपसंहरते छायाम् उपसंहरते छायाम् इति अस्य का विभक्तिः छायां सप्तमी तत्र प्रातिपदिकं किं छाया तु सप्तमी किं सप्तमी किं स्यात् संस्कृतायां छाया इति सप्तमी किं छायायां छायायां अत्र का विभक्तिः अस्ति द्वितीया द्वितीया विभक्तिः अस्ति छाया सर्वे जानन्ति खलु छाया यत्र सूर्यः अस्ति वृक्षः अस्ति वृक्षस्य अधोभागे तत्र छाया भवति उपसंहरते नाम बाधते अथवा दमनं करोति अथवा बाधते छायां न उपसंहरते न बाधते वृक्षः कदा न बाधते अत्र छेतुः छेतुः इति तत्र प्रातिपदिकं वदामि वा कोऽपि जानाति प्रातिपदिकं करोति अत्र प्रातिपदिकं किं छेदनं समीचीनं क्षेत्र यथा कर्तृ यः करोति सः कर्ता यः शृणोति सः श्रोता तर्हि अत्र प्रथमा विभक्तिः किं स्यात् अस्य चकारद्वयमस्ति खलु छेत्ता अत्र क्षेत्र छेत्ता यः छेदनं करोति अथवा कर्तयति वृक्षं कर्तयति यः सः छेत्ता यः छेदनं करोति अथवा कर्तनं करोति सः छेत्ता अत्र का विभक्तिः अस्ति पञ्चमी अथवा षष्टि अस्ति छेत्तुः पञ्चमी अथवा षष्टि तर्हि अर्थं कथं जानीमः अर्थं दृष्ट्वा वयम् अनुमानं कुर्मः यत् का विभक्तिः स्यात् एकनिमेषः अत्र पार्श्वगताम् इति अस्य का विभक्तिः पार्श्वगताम् इत्युक्ते अत्र पार्श्वगतां द्वितीया अपि च लिङ्गं किं गता स्त्रीलिङ्गं श्रीलिङ्गशब्दः कस्य विशेषणं छाया पार्श्वगता छाया ताम् पार्श्वगता छाया ताम् अतः पार्श्वगतां छायां वृक्षः पार्श्वगतां छायां नोपसंहरते न बाधते न दमनं न करोति छेत्तुः उपसंहरते इत्युक्ते विड्रा भवति तादृश अर्थः अस्ति दमनं न करोति अथवा न दानं न करोति अथवा तादृशार्थः अस्ति तर्हि छेत्तुः का विभक्तिः स्यात् छेत्तुः पञ्चमी अथवा षष्टि पञ्चमी सम्यक् भवति इति तर्हि द्रुमः नाम वृक्षः पार्श्वगतां छायां छेत्तुः न उपसंहरते अथवा वृक्षः छेत्तुः पार्श्वगतां छायां न उपसंहरते नाम तत्र औष्ण्यमस्ति आतपः बहु अधिक आतपः अस्ति औष्ण्यमस्ति इदानीं यः छेदनं करोति वृक्षस्य छेदनं करोति कर्तनं करोति सः छायामिच्छति अपि च यस्य द्वारा छायामिच्छति तस्य कर्तनं करिष्यति अनन्तरं तथापि अतः यः कर्तनं करोति सः वृक्षस्य शत्रुः अस्ति न वा? तस्मात् छायां न उपसंहरति. तर्हि श्लोकस्य अर्थः कः? निहारिका भगिनी वदतु. यथा वृक्षः चेतुः कृते छायां न उपसंहरति, तथैव यदा शत्रुः अस्माकं गृहम् आगच्छति वयमपि तस्य कृते आतिथ्यं दद्मः. इति अर्थः बहु समीचीनमस्ति. सर्वे अवगतः अर्थं किं किं महोदय? द्रुमः द्रुमः द्रुमः वृक्षः वृक्षः ओ वृक्षः. इदानीं सर्वं स्पष्टमस्ति? अन्य कोऽपि प्रश्नः? महोदय अहं सम्यक्तया न अवगतवती. क्षम्यतां सर्. सन्ध्या भगिनी अवगच्छति वा? आम् अवगच्छामि. हा भवती एव वदतु तर्हि. शिल्पा भगिनी न अवगच्छति. न शक्नोमि महोदय. अस्तु तत्र लक्ष्मी भगिनी वदतु. आङ्ग्लभाषा मास्तु. यदा द्रुमः पार्श्वगतां छायां तत्र शब्द सर्वं लिखितमस्ति, किञ्चित् प्रतिपादयतु भोः. शिल्पा भगिनी किं न वदति? तत्र निहारिका भगिनी सुन्दररीत्या उक्तवती वृक्षः अस्ति. तस्य भवान् उक्तवान् चेतुः पञ्चमी विभक्ति, तर्हि तस्मात् तर्हि ओ तर्हि तस्मात् तस्मात् छायं तस्मात् छाया गच्छति वा? अस्ति नाम यः यः वृक्षस्य कर्तनं करोति सः तस्मात् वृक्षात् छायामिच्छति. यथा शत्रुः यदा शत्रुः गृहम् आगच्छति सः शत्रुः अपि आतिथ्यं नाम अतिथि कृते यः व्यवहारः अपेक्षितः अस्ति सः शत्रुः अपि इच्छति. अतः यथा वयं आतिथ्यं प्रदर्शयामः शत्रोः कृते अस्माकं कृते अस्माकं गृहे, तथैव वृक्षः अपि आतिथ्यं प्रदर्शयति. आतिथ्यं वृक्षस्य कृते आतिथ्यं नाम किं? छायां छायादानम्. अस्तु अवगच्छामि. छायां ददाति खलु. यद्यपि अयं छेत्ता अनन्तरं तस्य वृक्षस्य कर्तनं करिष्यति तथापि. स्पष्टमस्ति? वृक्षः छायां ददाति. तथैव वयम् आतिथ्यं दद्मः. किन्तु यदा अहं पार्श्वे तस्य समीपे पार्श्वे समीपे तर्हि वयं वदतु. अत्र अत्र अत्र नाम द्वयोः वाक्ययोः अर्थः समानः अस्ति तत्र. किन्तु तत्र आतिथ्यं दद्मः तत्र आतिथ्यं दद्मः अत्र विपरीतरूपेण लिखितमस्ति. उपसंहरते इति दानस्य विपरीत अर्थः अस्ति. अतः नकारः अस्ति खलु. उपरितनवाक्ये लिखितमस्ति वयम् आतिथ्यं दद्मः, नाम अस्माभिः आतिथ्यं कार्यं. तद् एवमेव तत्र वृक्षः छायां ददाति इत्युक्ते न उपसंहरते. ददाति इत्युक्ते न उपसंहरते. Doesn't withhold. नाम तस्मात् चेत्तुः वृक्षः छायां विथहोल्ड् न करोति. यथा वृक्षः पार्श्वगतां छायां चेत्तुः न उपसंहरते तथा शत्रौ उचितम् आतिथ्यं तत्र उपयुक्तितं कार्यम् आतिथ्यं गृहमागते. गृहमागते शत्रौ आतिथ्यं करोतु. तथैव तथैव तादृश अर्थः अस्ति. अस्तु अग्रे सरीमा. तर्हि सन्ध्या भगिनी अग्रे पठतु कृपया. कथा कथाम् अथवा लौकिक लौकिकव्यायः लौकिक न्यायः न्यायः नाम तर्कः. प्रस्तुतं कमपि विषयं स्पष्टीकर्तुं संस्कृतसाहित्ये लौकिकन्यायानां प्रयोगः क्रियते. एतादृशाः शताधिकाः न्यायाः शास्त्रेषु काव्येषु च तत्र तत्र प्रयुक्ताः दृश्यन्ते. अस्तु वाक्यं स्पष्टमस्ति वा? प्रस्तुतं यदा वयं नाम कश्चन विषयः अस्ति, कोऽपि भाषणं ददाति, भाषते बहूनां जनानां पुरतः आगत्य यदा कोऽपि भाषणं ददाति, भाषते सर्वेषां पुरतः, तस्मिन् समये विषयः प्रस्तुतः भवति इति वयं वदामः. विषयः प्रस्तुतः, अयं मम वदनस्य विषयः इति कृत्वा अहं तत्र विषयः प्रस्तुतः मया भवति. तर्हि प्रस्तुतं कमपि विषयं स्पष्टीकर्तुं संस्कृतसाहित्ये लौकिकन्यायानां प्रयोगः भवति. तर्कः अथवा शैली एतादृशः शताधिक नाम शतमिति संख्या अस्ति, शत ततः उपरि शताधिकाः न्यायाः शास्त्रेषु काव्येषु च तत्र तत्र मध्ये मध्ये प्रयुक्ताः दृश्यन्ते. प्रथमं लक्ष्मीभगिनी पठतु कृपया. अन्धपरम्पराण्यायः. यदा कोऽपि जनः स्वबुद्ध्या अविचार्य अन्धः इव अन्येषाम् अनुकरणं करोति तदा एषः न्यायः प्रयुज्यते. सः न चिन्तयति यत् एतत् अनुकरणं स्वम् अन्धकारं प्रति नयति. अस्तु, तस्य अर्थः कः? यदा कोऽपि स्वबुद्ध्या स्वस्य बुद्ध्या न विचार्य अन्धः इव अनुकरणं करोति तदा चिन्तनेन विना यदा कोऽपि अन्यस्य यथा करोति तथैव करोति, नाम भवती स्वस्य शब्दैः वदतु. अनन्तरं किं भवति? तदा अन्धपरम्पराण्यायः प्रयुज्यते. प्रयुज्यते इत्युक्ते उपयुज्यते. सः न चिन्तयति यत् एतत् अनुकरणं स्वम् अन्धकारं प्रति नयति इति लिखितमस्ति. इदानीं भवती वदतु. यः स्वस्य बुद्ध्याः उपयोगं न कृत्वा केवलं अन्येषाम् अनुकरणं करोति, सः अन्धकारं प्रति गच्छति. अस्तु, समीचीनमस्ति. स्पष्टमस्ति सर्वेषां कृते? अग्रे सरिमा. अस्तु, विजिन्य सुब्रह्मण्यं महोदय तत्र अग्रे पठतु कृपया. अरुन्धती दर्शनन्यायः. यः अरुन्धतीनामकं तारकं प्रदर्शयितुम् इच्छति, सः पूर्वम् अरुन्धत्या समीपस्थं स्थूलम् अमुख्यं तारकं निर्दिशति, पश्चात् अरुन्धतीं ग्राहयति. एवं यदा सूक्ष्मः पदार्थः स्थूलेन पदार्थेन निर्दिश्यते तदा एषः न्यायः प्रयुज्यते. नाम आकाशे अरुन्धती नामक एक तारक अस्ति, तदा तारकं बहु सूक्ष्म अस्ति, तद्दर्शनार्थं समीपस्थम् एकं तारकं दर्शयित्वा समीपे अरुन्धती नामक तारक अस्ति इति वदाति. एतत् रूपेण यत् यदि सूक्ष्मपदार्थं समीपस्थ अन्यपदार्थं दर्शयित्वा दर्शनं करोति चेत् अरुन्धती दर्शनन्याय वदति. बहु समीचीनमस्ति, सुन्दररीत्या भवता उक्तमस्ति, बहु सम्यक् अस्ति. सर्वे अवगच्छन्ति वा? प्रश्नः? अस्तु, प्रश्नः नास्ति, अवगमनमस्ति. निहारिका भगिनी आगच्छति वा? आम्, अर्थः अवगतः, परन्तु किमर्थम् इति न अवगतं. किमर्थम् एवं करणीयं? भवती ऊहां कर्तुं शक्नोति, आकाशे यदि लघ्वीतारा अस्ति, लघुः तारकः अस्ति, तत् वयं कथं प्रदर्शयितुं शक्नुमः कुत्र अस्ति? सप्तर्षिमण्डले तत्र कयाचित् रीत्या नाम प्रदर्शनं भवति, नाम कुत्र अस्ति? मम पार्श्वे कोऽपि अस्ति, सः न जानाति, अहं जानामि, सः न जानाति कुत्र अस्ति. कथं प्रदर्शयितुं शक्नोमि? यत् यत् सुलभतया दृश्यते तस्य प्रदर्शनं मया क्रियते तत्र. तद् यत् बृहती तारा अस्ति, तत् तस्य नाम अभिज्ञानमस्ति, तत् द्रष्टुं शक्नोति. आम् आं, द्रष्टुं शक्नोति. अस्तु, तस्य पार्श्वे लघु अस्ति, तदपि पश्यतु. एवं सङ्केतः भवति. स्पष्टमस्ति वा? अस्तु, अन्य कोऽपि प्रश्नः? अस्तु, अग्रे सरेम तर्हि. अग्रे पद्मा भगिनी पठतु कृपया. हा महोदय. स्थाली कुला कुलाकन्यायः ओदनं पश्यति, सः ओदनः पक्वः न वा इति ज्ञातुं स्थाल्यां विद्यमानेभ्यः नेभ्यः कमपि एकं सङ्गृहं परीक्षते. सङ्गृह्य परीक्षते एकस्य कणस्य परीक्षणेन एव सर्वस्य ज्ञानं भवति. अत्र प्रत्येकं कणस्य परीक्षणस्य आवश्यकता न भवति. एवं परीक्षणविषयकीं व्यक्तिं निर्देष्टुम् एषः न्यायः प्रत्युज्यते. प्रयुज्यते अवगच्छति वा? प्रयत्नं करोमि महोदय. ओदनं पचति, ओदनं अर्थं तण्डुलं यदा ओदनं पचनसमये तस्य परिपक्वं ज्ञातुम् एकस्य कणं स्वस्य वयं तत्र तस्य परिपक्वं जानाति एव. सर्वस्य परिपक्वं न आवश्यकम्. सत्यं, भवती अवगच्छति वदनस्य शैली तत्र परीक्षणस्य न महोदय. परीक्षणस्य किं समीचीनमेव. समीचीनमेव अस्ति. अस्तु, अनन्तरम् अन्य कोऽपि प्रश्नः अस्ति? सन्ध्या भगिनी आगच्छति वा? अहं माता सह पुनः पठामि. मात्रा सह? मात्रा. ओदनं जानाति खलु? ओदनं न जानाति. तण्डुलम् अन्नम् ओदनं जानाति खलु? भवती कदा निर्मितवती, नाम कदाचित् तस्य निर्माणं कृतवती? तदा पाकशालां गत्वा कदाचित् कृतवती वा ओदनम्? नाम बहुवारं कृतवती खलु ओदनम्? तर्हि यदा ओदनं परिपक्वमस्ति, नाम यदा सिद्धमस्ति, यदा सिद्धमस्ति ओदनं, तस्मिन् समये यदा नाम तत्र ओदनस्य कणाः बहवः सन्ति खलु, बहवः सन्ति तत्र सहस्रं कणाः सन्ति. किन्तु प्रत्येकं इति स्पृष्ट्वा एव जानाति, कथं जानाति यत् सर्वं सिद्धं न वा? नाम एकमेव यदा एकस्य स्पर्शः भवति, एकस्य एव स्पर्शः भवति चेत् सर्वस्य ज्ञानं भवति खलु, ओ सिद्धमस्ति, अहं खादितुं शक्नोमि खलु. अथवा नाम यावन्तः कणाः सन्ति सर्वेषां स्पर्शनम् अपेक्षितं वा? कणः इति अस्ति वा? ग्रेन् रैस् ग्रेन्. तर्हि सर्वेषां स्पर्शः अपेक्षितः वा, अथवा एकस्य एव स्पर्शेन वयं जानीमः? यदा एकमेव एक एव अस्ति, अत्र लिखितमस्ति तादृश यत्र कुत्रापि तादृश वस्तु अस्ति यत्र यस्य बहवः कणाः सन्ति, बहवः भागाः सन्ति, एकस्य परीक्षणेन सर्वस्य ज्ञानं भवति. एकस्य नाम एकं मुलायलं तत्र नरमस्ति, किं वदामः तत्र अवगच्छति वा नाम यत् यत्र परिपक्वमस्ति परिपक्वः कणः तत्र एकस्य स्पर्शः भवति सर्वेषां कणानां ज्ञानं भवति अस्माकं तण्डुलं विषये अवगच्छामि हा तादृशमस्ति यत्र कुत्रापि अस्ति अपरस्य उदाहरणं कोऽपि ददाति वा कोऽपि अन्य कोऽपि उदाहरणं ददातु अश्विनीवासमहोदय यत्र एकस्य परीक्षणेन सर्वस्य ज्ञानं भवति नाम चयनम् उदाहरणार्थं पञ्चजनान् नाम एकसहस्रं जनाः सन्ति तेषु पञ्चजनानां पृच्छन्ति किं वोट् ददाति भवतः मतं किम् अवगच्छामि ओहो अस्तु समीचीनम् उदाहरणं समीचीनमस्ति पञ्चजनानां तत्र पार्श्वे गत्वा वयं पृच्छामः भवतः मतं किम् इति सर्वे एकमेव मतं वदन्ति चेत् प्रायः सर्वेषां मतं तथा स्यात् इति जानीमः अस्तु अग्रे सरेम तर्हि अग्रे अस्तु तर्हि इदानीम् अग्रिमविषयः अस्ति सर्वनाम्नः सर्वनाम्नः विषयः तत्र बहु किमपि नूतनं नास्ति किञ्चित् नूतनमस्ति किञ्चिदेव नूतनमस्ति अत्र अग्रिमे पुटे पश्यन्तु नाम एकपञ्चाशत्तमे पुटे एकपञ्चाशत्तमे पुटे पश्यन्तु अत्र वयं सर्वे जानीमः खलु सः तौ ते तं तौ ताः तत्र एषः भवती एव वदतु पुल्लिङ्गे एषः किं भवति एषः एतौ एते अनन्तरं एतां एतौ एतान् एतेन एताभ्याम् एतैः इत्यादीनि रूपाणि सन्ति तस्मिन् एव अर्थे इदं शब्दः भवति इदम् इति इदं शब्दः इति अपि सर्वनामशब्दः अस्ति अत्र पुल्लिङ्गे नपुंसकलिङ्गे स्त्रीलिङ्गे च भवति तर्हि यथा एषः एतौ एते इति अर्थाः सन्ति सः तौ ते एषः एतौ एते तस्मिन्नेव अर्थे अयम् इमौ इमे इमाम् इमौ इमान् इति रूपाणि भवन्ति अत्र नपुंसकलिङ्गे अधोभागे अस्ति इदम् इमे इमानि इदम् इमे इमानि अनन्तरं यथा पुल्लिङ्गे अस्ति तथैव भवति अनन्तरम् अग्रिमे अध्याये स्त्रीलिङ्गस्य रूपाणि सन्ति तर्हि अत्र कथा अस्ति अस्यां कथायां प्रायः न किञ्चित् मध्ये मध्ये तस्य अपि शब्दस्य प्रयोगः भवति अस्तु पठेम पुष्पभगिनी पठतु कृपया भगिनी अस्ति वा कथा महोदय नवचत्वारिंशत्तमे पुटे गहना कर्मणो गतिः सर्वनामशब्दाः एतां कथाम् उच्चैः पठत अवगच्छत च महाभारतयुद्धं परिसमाप्तं भीष्मः शरशय्यायाम् आसीत् सर्वः युद्धपरिसरः गजाश्वनरजीवानां गज अश्व नर जीवनः सन्धि गजाः अश्वः नरः जीवना गजां अश्वां नरां जीवनां मृतशरीरैः भूयिष्ठः आसीत्। तस्मिन् युद्धे मृतानां शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् युधिष्ठिरः। सः अनुजैः यः भीष्मस्य सन्निधिं गतवान्। अस्तु अस्तु, तावत् वदतु अत्र किमस्ति पुनः पृच्छतु। महाभारते समाप्तः भीष्मः शरशय्यायाम् आसीत्। शरः नाम बाणः। शरः बाणः बाणः शरः सर्वे जानन्ति खलु प्राचीनकाले युद्धसमये बाणप्रयोगः भवति स्म, तत्र शरः इति वदामः। बाणः अपि शरः अपि शय्याम् अस्ति। शय्यायां शय्या इत्युक्ते शय्या यत्र शयनं भवति। यत्र शयनं भवति तत्र शय्या इति स्त्रीलिङ्गशब्दः अस्ति। यकारद्वयमस्ति इति अवधानं सर्वेषां। शय्या शरशय्यायाम् आसीत् इति तत्र सः किं करोति स्म भीष्मः आसीत्। सर्वः भीष्मः किं करोति स्म शरशय्यायां शयनं करोति स्म। शयनं करोति कुत्र? शरशय्यायां शय्यायां। अस्तु अग्रे युद्धपरिसरः गजां अश्वानां नराणां जीवनां मृतशरीरैः अधिकः आसीत्। आम्, युद्धपरिसरः परिसरः इत्युक्ते समीपे युद्ध क्षेत्र कुत्र युद्ध अस्ति तस्य परिसरः युद्धक्षेत्रं साधारणतया यथा अद्यत्वे यत्र विश्वविद्यालयः अस्ति विश्वविद्यालयः तत्र परिसरः इति वदामः। यथा युनिवर्सिटि आफ़् मेरिलेण्ड् यत्र अस्ति तत् क्षेत्रं तस्य नाम अस्ति युनिवर्सिटि आफ़् मेरिलेण्ड् इत्यस्य परिसरः। अथवा यः कोऽपि विश्वविद्यालयः तस्य यत्र सर्वाणि भवनानि सन्ति सर्वे छात्राः तिष्ठन्ति तत्र परिसरः इति वदामः। परितः न परितः परिसरः इति क्षेत्रं परितः इत्यस्य अर्थः भिन्नः अस्ति। केम्पस् परितः नाम परितः इत्युक्ते कीदृशः परितः इति भिन्नम् अस्ति। तत्र मार्गं परितः वृक्षाः सन्ति गृहं परितः वृक्षाः सन्ति इति भिन्नम् अस्ति। परितः नाम सुरौण्डिङ्ग् खलु सुरौण्डिङ्ग् तत्र भिन्नम् अस्ति। अत्र परिसरः परिसरः इति क्षेत्रं हा केम्पस् ग्रौण्ड्स् तादृशार्थः अस्ति। युद्धपरिसरः गजाश्वनरजीवानां मृतशरैः भूयिष्ठः यथा भगिनी उक्तवती तत्र बहु अधिक शरीराणि आसन्। अस्तु यतः अग्रे भूतले अस्ति न भूयिष्ठ इति व्याकरणदृष्ट्या द्रष्टव्यमस्ति, किन्तु साधारणतया यत्र यथा अन्यशब्दः अस्ति यत्र सर्व अधिक यत्र कुत्रापि सर्व अधिक तादृशप्रत्ययः भवति व्याकरणतया भूयिष्ठ अर्थं भूतले. अनन्तरं वदामि तत्र पुस्तके दृष्ट्वा तस्य प्रत्ययः कः इति. भूयिष्ठः भूयिष्ठः दक्षामि. अस्तु अग्रे अग्रिमवाक्यं तत्र भगिनी वदतु. तस्मिन् युद्धे मृतानां शरीराणि दृष्ट्वा युधिष्ठिरः चिन्ताकुलः आसीत्. हा अस्तु समीचीनमस्ति. अस्तु निहारिका भगिनी अग्रे पठतु कृपया. भगिनी अस्ति वा? अस्तु तर्हि मेसचूसेट्स् सुब्रह्मण्य महोदय तत्र पठतु कृपया. आं महोदय. सः अनुजैः सह भीष्मस्य सन्निधिं गतवान्. तं नमस्कृत्य उक्तवान्, पितामह, अस्य सर्वस्य विनाशस्य कारणम् अहमेव ननु? भवतः अस्याः दुर्दशायाः कारणमपि अहमेव खलु? न जानामि अहं कीदृशीं दुर्गतिं प्राप्स्यामि इति. अस्तु पुनः वदतु. सः अनुजैः सह भीष्मस्य सन्निधिं गतवान्. युधिष्ठिरः तस्य अनुजैः सह भीष्मस्य यत्र भीष्मः शयासने अभवत् तत्र गतवान्. गत्वा भीष्मं नमस्करोति. तदनन्तरम् अपि वदति, पितामह, अस्य सर्वस्य विनाशस्य कारणम् अहमेव. एतत् यः विनाशनं अभवत् युद्धकारणेन, तस्य कर्तारं तस्य कर्ता अहम् एव इति प्रश्नः पृच्छति. तदनन्तरं भवतः दुर्दशायाः कारणम् अपि अहम् इति उक्तवान्. तदनन्तरं सः अवदत्, अहं न जानामि कीदृशीं दुर्गतिं प्राप्स्यामि. इत्युक्ते मरणानन्तरं अथवा तदनन्तरं तस्य जीवनं कथं भवति इति, कीदृशीं दुर्गतिम् इत्युक्ते दुर्गति गति सम्यक् न भवति इति सः न जानाति इति अवदत्. समीचीनमस्ति. अत्र कश्चन शब्दः अस्ति अत्र, भवतः अस्याः दुर्दशायाः. अत्र अस्याः इति अस्य प्रातिपदिकं किं मूलरूपम्? प्रायः इदं महोदय. इदमेव अस्ति. हा समीचीनम्, इदमिति एव अस्ति. इदं वयं अत्र अग्रिमे पुटे पश्यन्तु. इदम् इत्यस्य पुल्लिङ्गे षष्ठी, तर्हि श्रीलिङ्गे किं स्यात्? दुर्दशा इति श्रीलिङ्गशब्दः, दुर्दशायाः तत्र विशेषविशेषभावः अस्ति. अस्याः दुर्दशायाः. अस्तु समीचीनमस्ति. अत्र इदानीं भूयिष्ठ इति अत्र बहु इति मूलशब्दः अस्ति. बहु अनन्तरम् इष्ठन् इति प्रत्ययः अस्ति, इष्ठन्, इष्ठन् इति सर्व अधिक, तत्र यथा तरतम अस्ति, नाम सुन्दरतरः सुन्दरतमः इति अस्ति खलु, यस्मिन् अर्थे तम अस्ति तत्र इष्ठन् अपि अस्ति, सर्व अधिक इति अर्थः तम. अस्तु, अग्रे सरेम, तर्हि कति अस्ति, बहु भा आगच्छति, किं? न न, तत्र चिन्ता नास्ति, अत्र इदानीं तादृशपाठः नास्ति, व्याकरणपाठः तादृशः. अत्र बहु इति प्रत्ययः इति प्रातिपदिकमस्ति, प्रकृतिः, अनन्तरं प्रत्ययः अस्ति इष्ठन्, अत्र तद्धितप्रत्ययः अस्ति, तद्धितप्रत्ययः अस्ति, तत्र कथं तत्र प्रक्रिया अस्ति इति मास्तु इदानीं, किन्तु मूलपदमस्ति बहु. अग्रे सरेम, विजयं सुब्रह्मण्यमहोदय, अग्रे. तदा तं सान्त्वयन् भीष्मः अवदत्, वत्स, अस्य सर्वस्य करणं त्वं नैव, इमे ते बान्धवा स्वस्य स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति, किन्तु युधिष्ठिरः समाहितः नाभवत्. तं पुनरपि बोधयन् भीष्मः तस्य निदर्शनरूपेण इमां कथां श्रावितवान्. अस्तु, वदतु. तस्य चिन्तयन् चिन्तयन् युधिष्ठिरं सान्त्वनवचनेन भीष्म अवदत्, सर्वस्य दुर्गतिस्य कारणं त्वं न इव, सर्वे स्वस्य स्वस्य पुरा जन्मस्य कर्मणः प्रतिफलम् अनुभवति इति उक्तवान्. युधिष्ठिरः समाधानं न स्वीकृतवान्, पुनरपि पुनः पुनः बोधन् इच्छतु भीष्मः. एकः निदर्शनरूपेण एकः कथा श्रुतवान्. निदर्शनमित्युक्ते निदर्शनं, उदाहरणं, निदर्शनमित्युक्ते उदाहरणं. अत्र समाहितः, समाहितः इत्युक्ते न समाधानः अवगच्छति, समाधानं यस्य न जातं, नाम मनः शान्तं न जातम्. अस्तु, समीचीनमस्ति. समाधानम् इति वस्तुतः तस्य मूलम् अस्ति धा इति धातुः, समाधानम्, अत्र तस्य कृतान्तरूपम् अस्ति समाहित, समाधानमिति ल्यूट्, समाहित इति कृतान्तरूपम् अस्ति. अस्तु, समीचीनमस्ति. अत्र अस्य सर्वस्य, अस्य अत्रापि इदम् इति अस्ति, अस्य, अनन्तरम् इमे ते बान्धवाः, इमे, इमे इत्यस्य प्रातिपदिकं किम्? इदम्, इदं, तत्रापि इदमस्ति, इमे ते. अत्र पश्यतु अग्रे, तत्र बहुवचने अस्ति इमे, अयम्, इमौ, इमे. अस्तु, अनन्तरम् इमां कथाम्, इमाम् इति द्वितीयविभक्ति, इदं स्त्रीलिङ्गे द्वितीयविभक्तौ, समीचीनम्. अस्तु, तर्हि अग्रे लक्ष्मीभगिनी पठतु कृपया. महोदय, ननु इत्युक्ते खलु, ननु इत्युक्ते खलु, तत्र खलु किला ननु ननु अन्ये अपि सन्ति गहना कर्मणो गतिः तस्य अर्थः कः गहना गहनप्रायः गभीर इति अर्थः स्यात् कर्मणः गतिः कर्मणौ इति कर्मणः तत्र षष्टि अस्ति कर्मणः गतिः गहना कर्मणः गतिः गहना इति गतिः इत्यस्य विशेषणं प्रायः गहना गतिः कर्मणः गहना गतिः गभीरगतिः अस्तु अग्रे कर्मणः गहना गतिः पुरा गौतमी नाम काचित् तपस्विनी महिला आसीत् तस्याः अतिप्रियः एकः एव पुत्रः कदाचित् कश्चन सर्पः तं पुत्रम् अदशत् तेन सह बालः अचेतनः जातः अर्जुनकः नाम व्याधः एतद् दृष्ट्वा झटिति स्नायुपाशेन तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान् उक्तवान् च मातः अयं दुष्टसर्पः तव पुत्रम् अमारयत् किम् अहम् एतम् अग्नौ क्षिपानि उत खण्डशः करवाणि अथवा वद अन्येन केन प्रकारेण एनं दण्डयामि इति उक्तवान् पुनः किं किम् अस्ति अत्र पुरातनकाले गौतमी नाम्ना एका तपस्विनी महिला आसीत् तस्याः एकः एव पुत्रः कदाचित् एकः सर्पः तं पुत्रम् अदशत् अदशत् इत्युक्ते दशनं दशति दशति दशति तत्र नाम यथा कीटः खादति अथवा तादृश अर्थः अस्ति सर्पः करोति कीटः अपि करोति सर्पः अपि करोति दशनम् इति वदामः तत्र यत्र खादनम् इति अस्मिन् अर्थे यत्र वयं कुर्मः तत्र कीटः अथवा सर्पः दशनम् इति दशति एकः सर्पः तं पुत्रं दशति तत्कारणेन सः बालः मृतः जातः अचेतनः आम् अचेतनः जातः अचेतनः इत्युक्ते मृतः न अचेतनः नाम तस्य चेतना जाता तत्र निद्रावस्थायां तस्य चेतना जाता मृत्युः इति न मूर्च्छावस्था महोदय सत्यं मूर्च्छावस्था मूर्च्छावस्था अग्रे तदा तत्र अर्जुनकः नाम एकः व्याधः इत्युक्ते सः व्याधः जानाति जानामि पशुं मारयति अर्जुनकः नाम एकः व्याधः तत् स्थितिं दृष्ट्वा झटिति इत्युक्ते शीघ्रं स्नायुपाशेन तं सर्पं बद्ध्वा स्नायुः इत्युक्ते स्नायुपाशेन तं सर्पं बद्ध्वा बद्ध्वा गौतम्याः समीपम् आनीतवान्। सः उक्तवान् मातः एषः सर्पः दुष्टः, तव पुत्रं पुत्रमपि मारितवान्। एतं सर्पम् अहं दण्डयामि कथं दण्डयामि वदतु। पृष्टवान्। अस्तु, समीचीनमस्ति। शिल्पा भगिनी अस्ति वा? शिल्पा भगिनी अस्तु महोदय, अत्र अस्मि। अत्र पठतु अग्रे। हा महोदय, प्रश्नः अस्ति वा? उत इत्युक्ते महोदय कुत्र? उत इत्युक्ते अथवा अथवा। अस्तु, शिल्पा भगिनी अग्रे। तत्र कौतमी नाम कवितं अत्र तदा गौतमी अवदत्। क्षम्यतां, तदा गौतमी अवदत् हे सैन्य सौम्य क्षम्यतां, हे सौम्य त्यज इमं सर्पं, यतः अस्मिन् सर्पे मारितेपि मृतः मम पुत्रः जीवितः न भविष्यति इति। अत्र पूर्वमपि मया उक्तं श्लोकसमये सतिसप्तमी इति मया उक्तं, सतिसप्तमी यत्र यदा तदा इति सर्वदा यदा तदा इति अर्थः नास्ति। अत्रापि सप्तमी अस्ति। यदि इति अर्थः अत्र अस्ति। अस्मिन् सर्पे मारिते अथवा अस्य सर्पस्य मारणेन यदि वयं मारयामः तथापि इति अर्थः अस्ति अत्र। अस्मिन् सर्पे मारिते अपि यदि वयं मारयामः तथापि मृतः मम पुत्रः जीवितः न भविष्यति। अस्तु अग्रे। किन्तु व्याध्यः तत् अङ्गीकृतवान्, पुनः सर्पम् अनङ्गीकुर्वन् किन्तु व्याधः तत् अनङ्गीकुर्वन् पुनः सर्पं मारयितुं तस्याः अनुमतिम् अयाचत। याचते इति अस्ति, याचते, प्रार्थनां करोति इति याचते। आत्मनिपदी अस्ति, अतः लङ्लकारे तत्र अकारः अस्ति अन्ते। अयाचत अयाचत। गौतमी तु तस्मै अनुमतिं न अददात्. गौतमी व्याधयोः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत्. किमस्ति अत्र? किन्तु व्याधः तत् अनङ्गीकुर्वान् इति जानाति वा? अङ्गीकरोति, स्वीकरोति, मतं स्वीकरोति, मतस्य स्वीकरणं नाम तत्र वस्तुनः स्वीकरणम् इति न, तत्र अङ्गीकरणम् इति तु नाम यत्र सः मतः अस्ति तस्य मतं समानम् अस्ति, अभिप्रायः सः एव अस्ति. अवगतामि, अवगतवती. अङ्गीकरोति न इत्युक्ते पुनः वदतु. अङ्गीकरोति तत् तत्र अनुमतिः इति जानाति वा? अनुमतिः यस् पर्मिशन्. ओ ओके ओके. अनुमतिः तत्र अनुमतिम् इच्छति मारयितुं, मारयितुम् अनुमतिम् इच्छति किन्तु माता न ददाति, अनुमतिं न ददाति. तर्हि किन्तु तथापि व्याधः तत् अनङ्गीकुर्वन्, सः अङ्गीकरोति न, सः अङ्गीकरोति नाम सः तथापि यद्यपि अनुमतिः न प्राप्ता तथापि सः अग्रे गत्वा मारयितुम् इच्छति. अतः अनङ्गीकुर्वन्, तस्याः मतम् अनङ्गीकुर्वन्. ओ तर्हि अनुमतं न स्वीकरोति. मतं न स्वीकरोति, अनङ्गीकुर्वन्, पुनः पुनः सर्पं मारयितुं तस्याः अनुमतिम् अयाचत. इत्युक्ते प्रार्थनां कृतवान्, स्पष्टमस्ति? स्पष्टमस्ति. अस्तु, समयः तत्र किञ्चित् अभावः अस्ति, अतः तत्र श्रीनिवासमहोदय तत्र अन्तिमभागं वदति वा अत्र? अस्तु महोदय. गौतमी, गौतमी व्याधयोः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत्, हे अर्जुनक, अहं बालम् अदशं यत् तत्र मम न कोऽपि दोषः, मृत्योः बलात् एव मया इदं कार्यं कृतम् इति. नाम सर्पः अपि मनुष्यभाषया अवदत्, हे अर्जुनक, सः तस्य दोषं न अभवत् नास्ति, मृत्योः बलात् एव सः एतत् कार्यं कृतवान्. मृत्योः बलात् नाम मृत्योः मृत्युदेवतात् मृत्युदेव मृत्योः बलात् मृत्योः पञ्चमी मृत्युदेवतात् न षष्टि, ओ षष्टि षष्टि मृत्युदेवतस्य मृत्युदेवतायाः बलात् एव मया इदं कार्यं कृतम्. अस्तु, सम्यक् अस्ति. इदानीं समयः समाप्तः, किन्तु बहु सम्यक् अस्ति. इदानीं ये गृहपाठं न कृतवन्तः ते सर्वे अवश्यं कुर्युः, अनन्तरम् अग्रिमे सप्ताहे प्रश्नाः सन्ति चेत् पश्येम. किन्तु गृहपाठः अवश्यं करणीयः अस्ति, नो चेत् अस्माकं किं भवति, सप्ताहे केवलम् एकवारं मेलनं भवति, अनन्तरं मध्ये किमपि न करोति चेत् लाभः नास्ति. अतः गृहपाठः अवश्यं येन मनः सक्रियं स्यात् सप्तस्य सप्ताहस्य समये. अस्तु, समीचीनं. तर्हि तस्य टेन् दश अभ्यासः कति पुनः करोतु. लिखितवान् तत्र गृहपाठं गृहपाठः लिखितः अस्ति, पुनः लिखिष्यामि. अतः इदानीं गन्तव्यमस्ति मया, किन्तु समीचीनमस्ति. इतः अग्रे अग्रिमे सप्ताहे सरेम तर्हि. अस्तु, धन्यवादः. नमस्कारः. धन्यवादः महोदय. नमस्कारः महोदय. धन्यवादः. धन्यवादः.